सर्वेभ्यो नमस्कारः. गतवर्गे वयं किञ्चित् सङ्ख्या इति तस्य विषये किञ्चित् चिन्तां कृतवन्तः. तद् अद्यापि किञ्चित् कुर्मः. तस्य पूर्वम् एतत् देवशब्दः अपि किं किम् आसीत्, देवशब्दः अपि केचन शब्दानां लता, हा लताशब्दः अपि वनम् इति आसीत्. हा तस्य विभक्तिः, तस्य अभ्यासं कुर्मः इति आशा अस्ति. अस्तु, नमस्कारः भानु भगिनी. नमस्कारः. हा अस्तु, अतः हा प्रथमः कः भवति? अस्तु, हरिमहोदय, भवान् देवशब्दः न, अहम् अन्यत् ददामि, तस्य विभक्तिरूपम् एकवारं वदतु. हा अस्तु, हा तत्र जानकी नायकः इति. हा नमस्कारः, रमजयन्ती भगिनी. नमस्कारः. हा अस्तु, जानकीनायकः अकारान्त पुल्लिङ्गपद देवशब्दवत्. जानकीनायकः, जानकीनायकौ, जानकीनायकाः, जानकीनायकं, जानकीनायकौ, जानकीनायकान्, जानकीनायकेन, जानकीनायकाभ्यां, जानकीनायकैः, जानकीनायकाय, जानकीनायकाभ्यां, जानकीनायकेभ्यः, जानकीनायकात्, जानकीनायकाभ्यां, जानकीनायकेभ्यः, जानकीनायकस्य, जानकीनायकयोः, जानकीनायकानां. हा तत्र जानकीनायकानाम् एव भवति. हा नकारः एव अस्ति. केवलं रामशब्दे तृतीयविभक्तौ रामेण अस्ति, तदनन्तरं रामाणाम् इति अस्ति. तत्र किमर्थं नकारः इति अग्रे पश्यामः, किन्तु सर्वदा नकारः एव सामान्यतया भवति. आं महोदय. हा जानकीनायके, जानकीनायकयो, जानकीनायकेषु. हा तत् पर्याप्तं महोदय, सम्बोधनं त्यजामः. सम्बोधनं हे जानकीनायक इति भवति, तद् मास्तु इदानीं. केवलं प्रथमविभक्तितः सप्तमविभक्तिपर्यन्तं वदामः. धन्यवादः महोदय, समीचीनम् अस्तु. नरेश महोदय, तत्र भवती भवान् एतत् करोति वा? अच्युतः इति किम्? अच्युतः, अच्युतः, अच्युतः, अच्युतः, अच्युतः, अच्युतौ, अच्युताः, अच्युतम्, अच्युतौ, अच्युतान्, अच्युतेन, अच्युताभ्याम्, अच्युतैः, अच्युताय, अच्युताभ्याम्, अच्युतेभ्यः, अच्युतात्, अच्युताभ्याम्, अच्युतेभ्यः, अच्युतस्य, अच्युतयोः, अच्युतानाम्, अच्युते, अच्युतयोः, तयोः, अच्युतयोः, अच्युतेषु, अच्युतेषु. तावदेव महोदय, धन्यवादः, समीचीनं. हा अस्तु, भानुभगिनी, तत्र भवती वासुदेवः इति करोति वा? आं महोदय. वासुदेवः, वासुदेवौ, वासुदेवाः, वासुदेवं, वासुदेवौ, वासुदेवान्, वासुदेवेन, वासुदेवाभ्यां, वासुदेवैः, वासुदेवाय, वासुदेवाभ्यां वासुदेव्यः वासुदेवात् वासुदेवाभ्यां वासुदेवेभ्यः वासुदेवस्य वासुदेवयोः वासुदेवानां वासुदेवे वासुदेवयोः वासुदेवेषु. हा समीचीनं भगिनि, धन्यवादः धन्यवादः. अस्तु गीताञ्जलि भगिनि, भवती माधवः इति करोति वा? आं महोदय. हा माधवः माधवौ माधवाः माधवां माधवम् ओ माधवं माधवौ माधवान् माधवेन माधवाभ्यां माधवैः वैः वैः माधवैः माधवैः माधवैः माधवैः माधवैः माधवाय माधवाय माधवाभ्यां माधवेभ्यः माधवात् माधवाभ्यां माधवेभ्यः माधवेभ्यः माधवेभ्यः माधवस्य माधवयोः माधवानां माधवे माधवयोः माधवेषु. हा समीचीनं भगिनि, समीचीनं, धन्यवादः. रमाजयन्ती भगिनी, भवती केशवः इति करोति वा? अस्तु महोदय. केशवः केशवौ केशवाः केशवं केशवौ केशवान् केशवेन केशवाभ्यां केशवैः केशवाय केशवाभ्यां केशवेभ्यः केशवात् केशवाभ्यां केशवेभ्यः केशवस्य केशवयोः केशवानां केशवे केशवयोः केशवेषु. धन्यवादः महोदय. हा समीचीनं भगिनि, धन्यवादः. रघुपतिमहोदय, भवान् गोपिका वल्लभः इति करोति वा? किञ्चित् क्लिष्टः अस्ति, क्षम्यतां. गोपिकावल्लभः गोपिकावल्लभौ गोपिकावल्लभाः गोपिकावल्लभं गोपिकावल्लभौ गोपिकावल्लभान् गोपिकावल्लभेन गोपिकावल्लभाभ्यां गोपिकावल्लभैः गोपिकावल्लभाय गोपिकावल्लभाभ्यां गोपिकावल्लभेभ्यः गोपिकावल्लभेभ्यः गोपिकावल्लभात् गोपिकावल्लभाभ्यां गोपिकावल्लभेभ्यः गोपिकावल्लभस्य गोपिकावल्लभयोः गोपिकावल्लभानां गोपिकावल्लभे गोपिकावल्लभयोः गोपिकावल्लभे गोपिकावल्लभेषु. हा समीचीनं महोदय, धन्यवादः. सरला भगिनी, दामोदरः इति करोति वा? दामोदर दामोदरौ दामोदराः दामोदरं दामोदरौ दामोदरान् दामोदरेण दामोदराभ्यां दामोदरैः दामोदराय दामोदराभ्यां दामोदरेभ्य दामोदरात् दामोदराभ्यां दामोदरेभ्य दामोदरस्य दामोदरयोः दामोदराणां दामोदरे दामोदरयोः दामोदरेषु. समीचीनं भगिनि, धन्यवादः. भानुचैतनी महोदय, भवान् श्रीधरः इति करोति वा? श्रीधरः श्रीधरः श्रीधरौ श्रीधराः श्रीधरं श्रीधरौ श्रीधरान् श्रीधरेण श्रीधराभ्यां श्रीधरैः श्रीधराय श्रीधराभ्यां श्रीधराभ्यः श्रीधरेभ्यः श्रीधरेभ्यः श्रीधरात् श्रीधराभ्यां श्रीधरेभ्यः श्रीधरस्य श्रीधरयोः श्रीधराणां तत्र श्रीधरेण तत्रापि मूर्धन्यः नकारः महोदय आम् सत्यं श्रीधराणां श्रीधराणां श्रीधरे श्रीधरयोः श्रीधरेषु समीचीनं महोदय धन्यवादः अस्तु इदानीं देवशब्दस्य सर्वे अभ्यासः कृतवन्तः इति मन्ये अस्तु हा तत्र तादृश एव एतदपि लता इति अस्ति तत्रापि किञ्चित् अभ्यासः कुर्मः तत्र कण्ठस्थी भवति चेत् समीचीनम् इति सौकर्यं भवति इति चिन्तयित्वा एतत् अस्तु इदानीं पश्यामः हरि महोदय इदानीं लघु इव ददामि दीर्घस्य पदं न ददामि अम्बिका इति अम्बिका इति करोतु महोदय अम्बिका अम्बिके अम्बिकाः अम्बिकाम् अम्बिके अम्बिकाः अम्बिकया अम्बिकाभ्याम् अम्बिकाभिः अम्बिकायै अम्बिकाभ्याम् अम्बिकाभ्यः अम्बिकायाः अम्बिकाभ्याम् अम्बिकाभ्यः अम्बिकायाः अम्बिकयोः अम्बिकाणाम् अम्बिकानाम् दीर्घं नास्ति दीर्घत्वं नकारः नास्ति नकारः न अम्बिकानाम् अम्बिकायाम् अम्बिकयोः अम्बिकासु हा समीचीनं महोदय धन्यवादः हा इदानीं अस्तु रमजयन्ती भगिनी तत्र चण्डिका इति चण्डिका अहं रमा कण्ठस्थीकं कृतवती महोदय अस्तु अस्तु चण्डिका चण्डिका तदेव अस्ति भगिनी आकार अस्तु महोदय चण्डिका चण्डिके चण्डिकाः चण्डिकां चण्डिके चण्डिकाः चण्डिकया चण्डिकाभ्यां चण्डिकभिः चण्डिकाभिः चण्डिकाभिः चण्डिकायैः चण्डिकाभ्यां चण्डिकायै चण्डिकायै चण्डिकाभ्यां चण्डिकाभ्यः चण्डिकायाः चण्डिकाभ्यां चण्डिकाभ्यः चण्डिकायाः चण्डिका चण्डिकयोः चण्डिकानां चण्डिकायां चण्डिकयोः चण्डिकासु हा समीचीनं भगिनि हा अतः भवती एतत् जानाति एव समीचीनं भगिनि अस्तु सरला भगिनि सकललोकनायिका लोकनायिका इति करोतु लोकनायिका इति करोतु लोकनायिका लोकनायिके लोकनायिकाः लोकनायिकां लोकनायिके लोकनायिकाः लोकनायिकया लोकनायिकाभ्यां लोकनायिकाभिः लोकनायिकये लोकनायिकाभ्यां लोकनायिकाभ्य लोकनायिकायाः लोकनायिकाभ्यां लोकनायिकाभ्य लोकनायकभ्यः लोकनायिकायाः लोकनायिकयोः लोकनायिकानां लोकनायिकायां लोकनायिकयोः लोकनायिकासु हा समीचीनं भगिनि धन्यवादः अस्तु लोकनायिके भवति अत्र सम्बोधनं हा सम्बोधनं सम्बोधनं किन्तु सम्बोधनं मास्तु इदानीं धन्यवादः भगिनि धन्यवादः अस्तु सकलन्वयके हा किम् अन्यत् किं कुर्मः तत्र अहं हा अस्तु अस्तु हा हरिमहोदय कृतवान् नरेश महोदय इदानीं कमलाम्बिका इति कमलाम्बिका इति आकार स्त्रीलिङ्गपदं कमलाम्बिका कमलाम्बिके कमलाम्बिकाः कमलाम्बिकां कमलाम्बिके कमलाम्बिकाः कमलाम्बिकया कमलाम्बिकाभ्यां कमलाम्बिकाभिः कमलाम्बिकायै कमलाम्बिकाभ्यां कमलाम्बिकाभ्यः कमलाम्बिकायाः कमलाम्बिकाभ्यां कमलाम्बिकाभ्यः कमलाम्बिकायाः कमलाम्बिकयोः कमलाम्बिकयोः कमलाम्बिकानां कमलाम्बिकानां कमलाम्बिकायां कमलाम्बिकयोः कमलाम्बिकासु हा समीचीनं महोदय धन्यवादः अस्तु भानु भगिनी तत्र प्रिया इति करोतु प्रिया प्रिया प्रिये प्रियाः प्रियां प्रिये प्रियाः प्रियया प्रियाभ्यां प्रियाभिः प्रियायै प्रियाभ्यां प्रियाभ्यः प्रियायाः प्रियाभ्यां प्रियाभ्यः प्रियायाः प्रिययोः प्रियाभ्यां तत्र प्रियाणां प्रियाणाम् इति भवति इति मन्ये प्रियायां प्रिययोः प्रियासु हा समीचीनं भगिनि धन्यवादः अस्तु कः न कृत गीताञ्जलि भगिनी न कृतवती इति मन्ये खलु अस्तु आराधिता इति करोति करोतु भगिनि पुनः वदतु आराधिता आराधिता आराधितु आराधिताः आराधिताम् आराधितु आराधिताः आराधितया आराधिताभ्याम् आराधिभिः आराधिताभ्याम् आराधिताभ्यः तत्र आराधितायै इति आराधितायै इति लतायै अस्ति तादृश एव आराधितायै आराधितायै आराधिताभ्याम् आराधिताभ्यः आराधितायाः आराधिताभ्याम् आराधिताभ्यः आराधितायाः आराधितयोः आराधितानां तत्र आराधितानां आराधितायाम् आराधितयोः आराधितासु. हा समीचीनं भगिनी, धन्यवादः. रघुपतिमहोदय कृतवान् इति मन्ये खलु? न महोदय. अस्तु अस्तु अस्तु महोदय. भानुचैतन्य महोदय, भवानपि न कृतवान्. अस्तु, केवलं कमलाम्बा इति करोतु महोदय, रघुपति महोदय. कमलाम्बा कमलाम्बे कमलाम्बाः कमलाम्बां कमलाम्बे कमलाम्बाः कमलाम्बया कमलाम्बाभ्यां कमलाम्बाभ्यां कमलाम्बाभिः कमलाम्बायै कमलाम्बाभ्यां कमलाम्बाभ्यः पञ्चमीविभक्ति कमलाम्बायाः कमलाम्बायाः कमलाम्बा पञ्चमी कमलाम्बाभ्यां कमलाम्बाभ्यः षष्ठी कमलाम्बायाः कमलाम्बयोः कमलाम्बानां सप्तमी विभक्ति कमलाम्बायां कमलाम्बयोः कमलाम्बासु. हा समीचीनं महोदय, अस्तु, धन्यवादः. भानुचैतन्य महोदय अन्तिमं. पूजिताय पूजिताय क्षम्यतां क्षम्यतां महोदय, अन्यत् किमपि एकनिमिषः. तत् अनुजा इति करोतु महोदय. अनुजया लता इति अस्ति, लतया इति भवति, अतः अनुजया अनुजाभ्याम् अनुजाभिः अनुजायै अनुजाभ्याम् अनुजाभ्यः अनुजायाः अनुजाभ्याम् अनुजाभ्यः अनुजायाः लतयोः अनुजा लतयोः इति अस्ति महोदय. अनुजायाः अनुजयोः अनुजानाम् अनुजानाम् अनुजायाम् अनुजयोः महोदय अनुजायाम् अनुजयोः अनुजासु. तत्र षष्ठी विभक्तौ बहुवचने किम् उक्तवान् महोदय भवान्? अनुजानां तदेव सम्यक् अस्ति महोदय. नकारः नास्ति, केवलम् अनुजानां लतानाम् इति अस्ति. अनुजा लतानाम् सामान्यनकारः तत्तद्दाना इति लतानाम् इति अस्ति. अस्तु, सर्वे कृतवन्तः इति मन्ये. अस्तु, धन्यवादः. तत्र एतत् मनसि स्थापयन्तु, सौकर्यं भवति. अस्तु, सर्वेभ्यः नमस्कारः, समीचीनमासीत्. इदानीं तत्र सङ्ख्याविषये किञ्चित् तस्यापि पुनस्मरणं कुर्मः, किन्तु तस्य पूर्वम् अहं चिन्तितवान् एतत् कथां पठामः इति. तत्र अहम् एतत् कृष्णफलकम् इति स्थापितवान् अस्मि. तत्र द्वितीयपुटे एतत् अस्ति, कपोतस्य अतिथिसत्कारः इति. सर्वे पश्यन्ति वा? दृश्यते वा? एकनिमिषं महोदय. हा अस्तु अस्तु अस्तु. हा तत्र कृष्णफलकं मध्ये द्वितीयपुटे एव अस्ति तत्. सर्वे प्राप्तवन्तः वा? आं महोदय. अस्तु. हा समीचीन, सत्यं भगिनि, तदेव तदेव तदेव भगिनि. हा तदेव. अस्तु. कः अस्तु. हा तत्र गीताञ्जलि भगिनि प्रथमं किञ्चित् पठति वा? तत्र प्रथमपृष्ठः. कपोतस्य अतिथिसत्कारः. कश्चन बिन्दु अस्ति. तत्र बिन्दु नास्ति भगिनि, क्षम्यतां, केवलं व्याधः इति. कश्चन व्याधः आसीत्, सः अतीव दृष्टः दुष्टः दुष्टः सः अतीव दुष्टः निष्करुणः च. एकदा सः वनं गतवान्, तत्र जालं प्रसारितवान्. एका कपोता जाले पतिता. तां कपोतां पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान्. धन्यवादः भगिनि. अस्तु, अग्रे कः पठति? नरेश मोदी अग्रे पठति वा? तदा अकस्मात् महती वृष्टिः आरब्धा. महता वेगेन वायुः वाति स्म अपि. भीतः व्याधः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान्. सः उक्तवान्, भोः अत्र यः वासं करोति तम् अहं शरणं गतः अस्मि, सः मां रक्षतु इति. हा समीचीनं महोदय, धन्यवादः. अग्रे भानुभगिनी पठति वा अग्रे? एकनिमिषं महोदय. अस्तु. तृतीयपृष्ठे, थर्ड् पेराग्राफ्. तृतीयपृष्ठे कपोतः तस्मिन् वृक्षे इति. तस्मिन् वृक्षे किञ्चित् पूर्वं, जस्ट् अ लिटिल् बिफोर् लैन् बिफोर् तस्मिन् वृक्षे इति. तस्मिन् वृक्षे रक्षणः कश्चन कपोतः आसं करोति स्म. सः पादेन सीतायाः आसीत्. कपोतः पादस्य दृष्टवान्. तदा सा कपोता पतिम् उक्तवती, अन्त इदानीं पादः शीतार्थः च तन् अस्माकं आगतवान् अस्ति. धन्यवादः भगिनी, समीचीनं. हा रमाजयन्ती भगिनी अग्रे. आं महोदय. एतस्य सत्कारः भवता करणीयः. व्याधः मां बद्धवान् इति भवान् मा चिन्तयतु. एतस्य सत्कारं करोतु इति. पत्याः वचनं कपोतः अङ्गीकृतवान्. सः अङ्गारकम् आनीय नरकम् अङ्गारकम् आनीय अङ्गारकम् आनीय शुष्कैः ओ दट् इस् फायर् ओके अङ्गारकम् आनीय शुष्कैः पर्णैः अग्नि ज्वलितवान् व्याधम् उक्तवान् भोः व्याध एतेन अग्निना भवान् स्वीतपाठां दूरीकरोतु हा धन्यवादः भगिनि हा अस्तु सरला भगिनी अग्रे पठति वा महोदय अनन्तरं कपोतः चिन्तितवान् एषः व्याधः मम अतिथिः अस्ति एषः इदानीं बुभुक्षितः अस्ति एतस्मै दातुं कोऽपि आहारः अत्र नास्ति किं करोमि इति धन्यवादः भगिनि धन्यवादः भगिनि हा अस्तु हरिमहोदय अग्रे एवं चिन्तयित्वा सः व्याधम् उक्तवान् भोः अतिथिमहाशय भवान् एकं क्षणं तिष्ठतु इदानीं भवते आहारं सिद्धिं कृत्वा ददामि सिद्धं कृत्वा ददामि इति अनन्तरं कपोतः स्वयम् अग्निं प्रविष्टवान् समीचीनं महोदय धन्यवादः भानुचेतनी ओ हरिमहोदय अग्रे अपि एकम् एव पङ्क्तिः अस्ति तदपि मांसं व्याधः खादतु इति तस्य आशयः आसीत् हा धन्यवादः महोदय हा भानुचेतनी महोदय अग्रे पठति वा महोदय क्षम्यतां मम अस्तु अस्तु अन्तर्जालं नास्ति अत्र अस्तु अस्तु किन्तु श्रूयते खलु अन्तर्जालम् अस्तु अस्तु अस्तु अतः किं कुर्मः सरला भगिनी भवती एव किञ्चित् अग्रे अपि पठतु तत्र कपोतस्य त्यागं दृष्टवतः व्याधस्य लज्जा जाता सः करुणया कपोतां पञ्जरतः बन्धविमुक्तां कृतवान् तदा पतिविरहपीडिता कपोता अपि अग्निं प्रविष्टवती धन्यवादः भगिनि धन्यवादः धन्यवादः समीचीनं भगिनि धन्यवादः रघुपति महोदय इदानीं समापयतु एतत् दृष्टवतः व्याधस्य मनसः परिवर्तनं जातम् एतादृशाः पक्षिणः अपि धर्माचरणं कुर्वन्ति अहं तु अन्येषां प्राणिनां प्राणानाम् अपहरणं कुर्वन् अधर्मेण जीवामि एतत् अनुचितम् इति चिन्तयित्वा सः व्याधः अपि अग्निं प्रविश्य प्राणार्पणं कृतवान् अनन्तरं ते त्रयः अपि स्वर्गं गतवन्तः समीचीनं महोदय धन्यवादः इदानीं पङ्क्तिशः पश्यामः तत्र अस्तु सरला भगिनी भवती एव प्रायशः किञ्चित् समयान्तरं भवती गच्छति इति कृत्वा भवती एव आरम्भं करोतु तत्र पङ्क्तिशः प्रथमतया षोडश शीर्षक अस्ति कपोतस्य अतिथि सत्कारः कपोतस्य कपोत पुल्लिङ्गकारान्त शब्द तस्य षष्टिविभक्ति एकवचनम् अतिथिसत्कार इति समस्तपदम् अस्ति किन्तु अन्ते अकारान्तशब्दः अस्ति प्रथमा विभक्ति भवति अतिथिसत्कारः अतिथिः इति अस्ति हरिः हरिः शब्दवत् कश्चन व्याधः आसीत् कश्चन अपि प्रथमा विभक्ति व्याधः प्रथमा विभक्ति अकारान्तशब्द आसीत् भूतकाल लङ्लकार प्रथमपुरुष एकवचन अस्ति व्याधः यः पक्षिणः वा पशवः तेषां हननं करोति सः व्याधः अस्ति सः अतीव दुष्टः निष्करुणः च. एते अतीव दुष्टः निष्करुणः. ते सर्वे विशेषणः व्याधस्य विशेषणाः सन्ति. विशेषणाः सन्ति. सः अस्ति सर्वनाम तत् शब्द प्रथमाविभक्ति पुल्लिङ्गशब्द एकवचन. अतीवः दुष्टः निष्करुण सर्वे प्रथमाविभक्ति एकवचनशब्द सन्ति. किन्तु तत्रापि किञ्चित् भेदः अस्ति इति मन्ये भगिनि. तत्र निष्करुणः तु सत्यं भवति, यत् उक्तं तत्तु सत्यमेव. किन्तु निष्करुणः तत् विशेषणम् अस्ति व्याधस्य. दुष्टः अपि अस्ति विशेषणं, किन्तु अतीवः तत् अतीव दुष्टः. तत्र सम्बन्धः अस्ति खलु अतीव दुष्टः इति. अतीव केवलम् अतीव शब्दः तु विशेषणं न भवति तत्र. अतीवदुष्टः. अतीवदुष्टः दुष्टः शब्दस्य विशेषणं भवति. तावदेव. तावदेव. निष्करुण द्वयोः विशेष अतीव विशेषणं भवति. निष्करुणः शब्दः यस्य करुणा नास्ति, येन यस्मिन् यस्मिन् करुणा नास्ति सः निष्करुणः. एकदा सः वनं गतवान्. एकदा मीन्स् समय सूचयति. एकवारं सः पुनः प्रथमाविभक्ति एकवचन वनं. अत्र वनं नपुंसकलिङ्गं, किन्तु द्वितीयाविभक्ति भवति एकवचन वनं. कर्मपदं भवति. कर्मपदम् अस्ति. गतवान् अपि तावन्त शब्दः अस्ति. गतवान् अत्र भूतकाल सूचयति. तं दातु. तत्र जालं प्रसारितवान्. जालं प्रसारितवान्. जालम् अपि अत्र द्वितीयाविभक्ति एकवचनं भवति. कारान्तनपुसङ्गशब्द प्रसारितवान् अपि भूतकाल क्रियापदं सूचयति. जालम् इत्युक्ते नेट् इति. एका कपोता जाले पतिता. कपोता इति अत्र कपोतस्य स्त्रीलिङ्गशब्द कपोता आकारान्त एकवचन. एका अस्ति संख्या. एका अत्र विशेषणं भवति कपोता शब्दस्य विशेषणं. जाले अति जालम् इति नपुंसक अकारान्त शब्दस्य सप्तमी विभक्ति भवति. जाले एकवचन. पतिता पुनः अत्र पतिता भवति विशेषण एव क्रियापदं सूचयति अत्र. पतिता कपोता जाले पतिता अपतिता अस्ति. पतिता अस्ति इति क्रियापदं क्रियापदं लङ्लकारे अहं वक्तुं शक्नुमः. एका कपिता जाले अपत्यत्. सत्यं समीचीनं. तां कपोतां पञ्जरे स्थापयित्वा व्याधः अग्रे गतवान्. ताम् अत्र स्त्रीलिङ्ग द्वितीयाविभक्ति सा शब्दस्य द्वितीयाविभक्ति. तां कपोतां पुनः द्वितीयाविभक्ति. पञ्जरे सप्तमी विभक्ति एकवचन. स्थापयित्वा कित्वा शब्द स्थापय तस्य अव्ययः अस्ति. तस्य किं लिङ्गं वचनं न भवति. व्याधः प्रथमाविभक्ति एकवचन. अग्रे गतवान् अग्रे गतवान् सः चालितवान्. अग्रे गतवान्. धन्यवादः भगिनि, बहु समीचीनं. धन्यवादः भगिनि. अस्तु. अस्तु अग्रे. कः रमाजयन्ती भगिनी वदति वा तत्र अग्रे? अहं प्रयत्नं करोमि महोदय. अस्तु अस्तु. तदा अकस्मात् महती वृष्टिः आरब्ध. तथा महती समयं सूचयति एकनिमिषं भगिनि एतत् चिन्तयामः एतावत् किम् अभवत् एकः व्याधः अस्ति सः दुष्टः निष्करुणः अपि तादृशः व्याधः अस्ति सः वनं गतवान् सः वनं गच्छति तत्र जालं प्रसारयति जाले एका कपोता पतिता इदानीं तां कपोतम् एषः व्याधः स्वीकृत्य तं पञ्जरे स्थापयति इदानीं कपोता पञ्जरे अस्ति चित्रं पश्यतु कपोता पञ्जरे अस्ति तं स्वीकृत्य व्याधः अग्रे गच्छति इदानीं किं भवति वने अस्ति सः व्याधः तदा अकस्मात् सः न जान सः इदानीं पश्यति किम् अभवत् महती वृष्टिः आरब्धा वृष्टिः इत्युक्ते महती इत्युक्ते बहु इति तादृशार्थे महती वृष्टिः इति आरब्धा इति विशेषणं भवति वृष्टिः शब्दस्य तादृश अस्ति ह्रस्व इकारशब्दः अस्ति किन्तु स्त्रीलिङ्गपदम् अस्ति मतिः शब्दवत् मतिः तिथिः स्थितिः तादृशवृष्टिः अस्ति अतः आरब्धा इति पश्यामः तत्र स्त्रीलिङ्गपदम् अस्ति आरब्धः भवति यदि पुल्लिङ्गे आसीत् चेत् आरब्धः किन्तु अत्र आरब्धा इति अस्ति अपि महती महान् इति भवति नो चेत् अतः महती वृष्टिः आरब्धा So, so that I understand what I'm supposed to do, भवतः आशयः एतत् अस्ति किञ्चित् किञ्चित् पङ्क्तिशः प्रयत्नं करोतु यद् अवगच्छति तद् वदतु अहमपि सहायं करोमि मिलित्वा अवगच्छामः किम् अस्ति इति So the main task is vibhakti or main task is just redoing, re-saying everything? Whatever you can... किं किं भवती अवगच्छति तद् वदतु कर्मपदं जानाति चेत् एतत् कर्मपदम् इति वदतु विभक्ति जानाति चेत् एतत् एतद् विभक्ति इति वदतु किं जानाति तद् वदतु चिन्ता मास्तु यदि न अवगच्छति वदतु अहं न अवगच्छामि मिलित्वा कुर्मः अस्तु बहु उत्तमं महोदय अस्तु अकस्मात् महती वृष्टिः आरब्धा सो व्याधः वने गतवान् तत् समये तस्मिन् समये अकस्मात् बहवः वृष्टिः तत्र महती वृष्टिः तस्य आरम्भम् अभवत् तस्याः आरम्भम् अभवत् वृष्टिः महती वृष्टिः तस्याः आरम्भः अभवत् इति आरम्भः अभवत् महता वेगेन वायुः वाति स्म अपि बहु वेगेन वेगं वेगम् इति जानाति खलु वेगः वेगः वेगः स्पीड् वेगेन वायुः तृतीयविभक्ति वेगेन वेगेन तृतीयविभक्ति समीचीनं वायुः उकारान्त पुल्लिङ्गः पुल्लिङ्गशब्दः सत्यं वायुः वाति अहं न जानामि महोदय वायुः किं करोति भगिनि ओ वायुः ओ दट् तत्र कर्तृपदं वायुः अस्ति क्रियापदं क्रियापदं किम् अस्ति तत्र महता वेगेन वायुः वाति क्रियापदं वातु क्रियापदं तत्र सरलवाक्यम् अस्ति वायुः वाति वायुः किं करोति वाति विण्ड् ब्लोस् इति तादृश तावदेव द विण्ड् ब्लोस् प्रथमवारे अहं वाति शब्दः पश्यामि महोदय. हा किन्तु एतदेव विण्डो इत्युक्ते किं तस्य नाम किं संस्कृते वातायनं वातः इति अपि अन्यनाम अस्ति वायुशब्दस्य वातः केन आगच्छति आयनं सत्यं अत्र वातायनं यस्य आयनं येन वायोः आयनं भवति वातस्य आयनं भवति तत् वातायनम् इति. अस्तु महोदय उत्तमं. सो वाति पर्यायपदम् आयनम् अस्ति वा किं भगिनि वाति पर्यायपदम् आयनम् अस्ति वा महोदय न न न न आयनम् इति यस्य आयनम् अन्तः आगच्छति येन येन अन्तः आगच्छति बै वाट् विण्ड् कम्स् इन्सैड् दट् इस् काल्ड् वातायनम्. वातः इति नामपदम् अस्ति वायुशब्दस्य अन्यपदम् अस्तु महोदय किन्तु अत्र वाति इति क्रियापदम् अस्ति. अस्तु उत्तमं महोदय. भीतः व्याधः आश्रयम् अन्विष्यन् कस्यचित् महावृक्षस्य अधः आगतवान्. इदानीं वृष्टिः अस्ति इदानीं किम् अस्ति वृष्टिः अस्ति वायुः अपि अस्ति अतः व्याधः किं करोति सः भीतः भवति भीतः इत्युक्ते भीतः फियर्फुल् फियर्फुल् समीचीनं भगिनि भीतः व्याधः भीतः व्याधः भीतः भीतः विशेषणं भवति व्याधः शब्दस्य भीतः अकारान्तपुल्लिङ्गः अस्ति व्याधः अकारान्तपुल्लिङ्गः अस्ति आश्रयम् अन्विष्यन् तत्र अन्विष्यन् इति अन्वेषणम् अन्वेषणम् इत्युक्ते सर्च् इति अन्विष्यन् इति तत् शत्रान्तपदम् अस्ति तत् सः अन्वेषणं करोति अपि आगच्छति आगतवान् इति अस्ति अत्र तत्र क्रियाद्वयम् अस्ति अन्वेषणं करोति गच्छति अपि अतः अन्विष्यन् आगतवान् इति भवति तत्र आश्रयम् अन्वेषणं करोति सः आश्रयस्य अन्वेषणं करोति महावृक्षस्य षष्ठी विभक्ति अद्यः अधः अधः सोरि सो व्याधः महावृक्षस्य अधः भागे आगतवान् अधः आगतवान् सः सः उक्तवान् भोः अत्र यः वासं करोति तम् अहं शरणं गतः अस्मि सः उक्तवान् व्याधः उक्तवान् व्याधः उक्तवान् भोः इदानीं पश्यामहं भगिनि तत्र किम् अस्ति वृष्टिः अस्ति वायुः अस्ति व्याधः भीतः अस्ति सः आश्रयं कुत्र अहं गच्छामि इति चिन्तयित्वा कुत्रापि आश्रयं लभते वा इति सः चिन्तयित्वा सः आश्रयस्य अन्वेषणं करोति तत् कृत्वा किं भवति एकः एकं महावृक्षं सः पश्यति पश्यति महावृक्षस्य अधोभागे सः गच्छति. इदानीं सः महावृक्षस्य अधोभागे सः अस्ति. इदानीं तत्र सः न जानाति वृक्षे कोऽपि अस्ति न वा इति सः न जानाति. अस्तु महोदय. भोः सम्बोधन. अत्र यः वासं करोति वासं द्वितीया विभक्ति करोति कर्मपदं क्रियापदं क्रियापदं सारि क्रियापदं तम् अहं चरणं गतः अस्मि. तत्र भागद्वयम् अस्ति भगिनि. एकं भागं तत्र यः तम् इति अस्ति यः आरभ्य यः वासं करोति एक प्रथमभागः. द्वितीयभागः अस्ति तम् अहं शरणं गतः अस्मि इति द्वितीयभागः. यः अपि तं यत्र यत्र यः इति अस्ति तादृशप्रयोगः तद् हि हु अथवा षि हु इति तस्मिन् अर्थे अस्ति. या देवी सर्वभूतेषु बुद्धिरूपेण यः अत्र यः तं यः इत्युक्ते हि यः अत्र वासं करोति हि हु स्टेज् हियर् तं हिं तत्र तं तत्र कर्मपदं भवति तम् अहं कर्तृपदं शरणं गतः अस्मि. तस्य यः अत्र वासं करोति तस्य आश्रयम् अहम् इच्छामि शरणं गतः तस्य अहं शरणं गतः अस्मि. तत्र शरणं कर्मपदम् शरणं कर्मपदमेव अस्ति भगिनि. तत्र सः उक्तवान् सः वृक्षः न व्याधः. तत्र तत्र अन्य कोऽपि नास्ति सत्यं भगिनि. तत्र केवलं व्याधः एव अस्ति. अस्तु महोदय, परन्तु वृक्षः यदि वृक्षः उक्तवान् भो अत्र यः वासं करोति तम् अहम् अहं वृक्षः अस्ति. वृक्षः नास्ति. वृक्षः अत्र सः इति वृक्षः नास्ति. सः इति व्याधः अस्ति. व्याधः चिन्तितः अन्यः मनुष्यः वृक्षः वृक्षे सः न जानाति वृक्षस्य कस्य वृक्षः एषः अथवा कः वृक्षे कः वासं करोति इति व्याधः न जानाति. व्याधः प्रश्न करोति वृक्षं यः वृक्षे वासं करोति तं पृच्छति. सः न जानाति कः वासं करोति इति, किन्तु सः तत्र आगत्य प्रश्नं पृच्छति अत्र कोऽपि अस्ति वा, अस्ति चेत् एतत् मम प्रश्नः अस्ति, अहं रक्षण मम रक्षणं करोतु इति सः चिन्तयित्वा वदति एतत्. गीताञ्जलि भगिनी समीचीनं वा? अग्रिम पङ्क्ति किञ्चित् अग्रे गत्वा अवगच्छति इति मन्ये भगिनि. अस्तु महोदय. व्याधः व्याधः जानाति न जानाति स न जानाति वृक्षस्य समीपे कः कः वसति व्याधः न जानाति हा सत्यं किन्तु किन्तु सः रक्षणम् इच्छति अतः तत्र आगत्य सः पृच्छति कोऽपि अस्ति वा मम रक्षणं कर्तुं कोऽपि शक्नोति वा इति अस्तु महोदय ददातु इति सः प्रार्थनां करोति प्रार्थनां करोति सः मां रक्षतु इति सः मां रक्षतु लोट्लकारं लोट्लकारः हा रक्षतु इति लोट्लकारः मां द्वितीयविभक्ति कर्मपदं सः मां रक्षतु सः मां रक्षतु Let him, he should protect me. May he protect me. I pray that he protects me. I request that he protects me. Yeah, so Lord Lakaraha. Haan, Satyam. Asso, Naresh Mahodaya, yet, yet avat vayam krutavanta, tad kinchit vadatu Mahodaya. Again? Yet avat, agrena. Yet avat kim abhavat, iti kinchit vadatu. Vakyat vayam, vakyat trayam. एकः व्याधः अस्ति व्याधः दुष्टनिष्करुणा अस्ति अस्ति सः वनं गतवान् जालं प्रसारितवान् एका कपोता प्राप्तवान् प्राप्तवान् तां पञ्जरे स्थापितवान् अपि समीचीनं गतवान् कस्मात् वृष्टिः भवति वायुः अपि वेगेन चलति वेगेन चलति इति व्याधः भीतः अस्ति सः चिन्तयति अहं कथं शरणं कुत्र गच्छामि इति सः चिन्तयति कुत्र शरणं गच्छामि कुत्र शरणं प्राप्नोमि इति तदा एकं वृक्षं पश्यति वृक्षमेव समीचीनम् एकं वृक्षं पश्यति तस्य अधः गतवान् सः चिन्तयति यः कोऽपि वसति तं मम रक्षा सः मम रक्षा सः मम रक्षणं करोति वा इति पृच्छामः इति सः चिन्तयति समीचीनं महोदय धन्यवादः एतावत् कोऽपि प्रश्नः अस्ति वा सर्वे अवगच्छन्ति वा किम् अभवत् इति पठितुं शक्नोमि इदानीं डेटा माध्यमे अस्तु महोदय अस्तु अतः तत्र प्रश्नः अस्ति वा कस्यापि प्रश्नः अस्ति वा प्रश्नः तु नास्ति महोदय अस्तु अस्तु अस्तु भानुमहोदय भानुचेतनी महोदय अस्तु अग्रे भवानेव पठतु पठित्वा किञ्चित् वदतु तत्र किं परिच्छेदम् अथवा तस्मिन् वृक्षे इति तृतीयपरिच्छेदः कपोतस्य अतिथिसत्कारः तदेव तस्मिन् वृक्षे महोदय तस्मिन् वृक्षे कश्चन कपोतः वासं करोति स्म सः एव व्याधेन गृहीतायाः कपोतायाः अतिः आसीत् तस्मिन् तु सप्तमी विभक्ति सर्वनामशब्दः वृक्षे तु अपि सप्तमी अधिकरणं सूचयति कश्चन इति पूर्वमपि आसीत् कश्चन इत्युक्ते कः प्लस् चन इति अस्ति कः एक तत्र कश्चन इत्युक्ते असर्टन् इति यदि वयं वदामः कपोतः जस्ट् मीन्स् एकः कपोतः व्याधः एकः व्याधः वन् हण्टर् किन्तु कश्चन इत्युक्ते असर्टन् हण्टर् अत्रापि कश्चन कपोतः असर्टन् कपोतः इति महोदय क्षम्यतां डेटा माध्यमे महोदय किम् अवदत् हा कश्चन इत्युक्ते सर्टन् इति तावदेव हा किन्तु तत् अव्ययपदं वा न अव्ययपदं नास्ति कः प्लस् चन महोदय हा अतः एव तस्मिन् वृक्षे तत्र कस्मिंश्चित् वृक्षे इति कस्मिंश्चित् वृक्षे असर्टन् इन् असर्टन् ट्री इति तत् भवति तादृशं भवति किं वदनीयं तत् किं पदं किमपि नास्ति कश्चन कपोतः सर्टन् कपोतः कश्चन कपोतः तु प्रथमाविभक्ति एकवचनं वासं तु कर्मपदं करोति इति क्रियापदं स्म इति अव्ययम् इति अहं स्म इति अव्ययं तद् भूतकालं सूचयति भूतकालं सूचयति सः सर्वनामपदं प्रथमविभक्ति एकवचनं एव अपि अव्ययपदमेव व्याधेन इति कर्मणि तृतीयप्रथमविभक्ति सूचयति अत्र माध्यमम् अस्ति व्याधेन तृतीय समीचीनं महोदय तृतीय एव अस्ति व्याधेन गृहीतायाः गृहीतायाः पञ्चमी वा षष्ठी वा कपोतायाः पतिः पतिः आसीत् पतिः कपोतायाः पतिः अतः तत् सम्बन्धं सूचयति अतः तत् षष्ठी विभक्ति इति अहं मन्ये समीचीनं गृहीतायाः इति विशेषणम् अस्ति कपोतायाः अतः तदपि षष्ठीविभक्ति अस्ति समीचीनं महोदय पुनरेकवारं यत् भवान् उक्तवान् तदेव पुनरेकवारं वदामि समीचीनम् अस्ति महोदय इदानीं किम् अस्ति व्याधः उक्तवान् रक्षणं करोतु इति तत् सर्वम् उक्तवान् तदनन्तरं तस्मिन् वृक्षे कोऽपि वसति इति प्रश्नः अस्ति तस्मिन् वृक्षे कोऽपि वसति एकः कपोतः वसति कः एषः कपोतः एषः कपोतः यः वसति तस्मिन् वृक्षे सः एव कपोतायाः पतिः कपोतायाः पतिः का कपोता या कपोता व्याधेन गृहीता गृहीता या कपोता व्याधेन गृहीता तस्याः पतिः एषः कपोतः यः कपोतः अस्मिन् वृक्षे वसति सः एव कपोतायाः पतिः तस्य पत्नी का इत्युक्ते तस्य पत्नी एव या कपोता व्याधेन गृहीता अस्ति सा एव एतस्य कपोतस्य पत्नी सर्वे अवगच्छन्ति वा पतिः आसीत् अथवा अस्ति. एतत् सर्वं भूतकाले अस्ति, अतः आसीत् इति अस्ति. हा, भूतकालक्रियापदं तावदेव. हा, समीचीनम्. अस्तु, हा, तत्र अग्रे हरिमहोदय तत्र किञ्चित् पठति वा? आम् महोदय. कपोतः व्याधस्य पञ्जरे स्थितां पत्नीं दृष्टवान्. कपोतः एकवचनं प्रथमा विभक्ति कर्तृपदं. कपोतः व्याधस्य षष्टिविभक्ति. कपोतः व्याधस्य पञ्जरे सप्तमी विभक्ति. व्याधस्य पञ्जरे हंटर्स नेट. व्याधस्य पञ्जरे इन हंटर्स नेट स्थितां पत्नीं दृष्ट्वा स्थितां पत्नीं हूज हस्बैंड इज देयर. एकनिमिषं महोदय. अस्तु, तत्र कपोतः दृष्टवान्. तत्र प्रथमं लघुवाक्यं कुर्मः. कर्तृपदं कपोतः अस्ति, दृष्टवान् इति क्रियापदम् इव अस्ति. कपोतः दृष्टवान्. सो कपोतः किमपि दृष्टवान्. कं दृष्टवान्? पत्नीं दृष्टवान्. पत्नीं दृष्टवान्. कीदृशपत्नीं? पत्नी कुत्र अस्ति? पत्नी पञ्जरे अस्ति. व्याधस्य पञ्जरे अस्ति. पत्नी व्याधस्य पञ्जरे अस्ति. तां पत्नीं दृष्टवान् एषः. अतः कपोतः व्याधस्य पञ्जरे स्थितां पत्नीं दृष्टवान्. तत्र स्थितां पत्नीम् इति तयोः मध्ये कीदृशसम्बन्धः? स्थितां पत्नीं विशेषणं भवति. स्थितां पत्नीं. कीदृशपत्नीं? स्थितां पत्नीं. वन् हू इस् इन् इस् देर् इति स्थितां, स्टेयिङ्ग् इति. स्थितां, स्थिता पत्नी, स्थितां पत्नीं. पत्नीम् इति कर्मपदं भवति, अतः स्थितां पत्नीम् इति भवति. आम् महोदय. तदा सा कपोता पतिम् उक्तवती. तदा देन् सा कपोता कपो या कपोता पञ्जरे अस्ति खलु, सा कपोता. सा कपोता स्त्रीलिङ्गं कपोता. सा कपोता सर्वनामं. सा कपोता पतिम् उक्तवती. उक्तवती सेड् टु हर हस्बैंड. पतिम् उक्तवती. भोः कान्त सम्बोधनं भवति. पति अर्थं वा? कान्त इति डियर् इति. इदानीम् एषः व्याधः कीटार्थः क्षुधार्तः च सन् अस्माकं गृहम् आगतवान् अस्ति. अस्तु, तत्र पश्यामः. एषः व्याधः अस्ति. एषः व्याधः अस्ति. आगतवान् अस्ति. सः आगतवान् अस्ति. हि हेस् कम्. कुत्र आगतवान् अस्ति एषः? अस्माकं गृहम् आगतवान् अस्ति. सो दिस् हण्टर् इदानीं दिस् हण्टर् हेस् कम् टु अवर् हौस्. अस्माकं बहुवचनं उत्तमः. अस्माकम् इति षष्टिविभक्ति अस्ति अहं शब्दस्य इति. अस्माकम् इति अहं शब्दस्य षष्ठी विभक्ति हा षष्ठी बहुवचनम् अस्माकम् इति बहुवचनम् अस्माकं एषः द्विवचनप्रयोगं न कृतवन्तः वा आमाम् अस्माकम् इति वयं वदामः केवलम् अस्माकम् इति वदामः द्विवचनं नास्ति अत्र एषः व्याधः शीतार्थः क्षुधार्थः च शीतः इत्युक्ते शीतः कोल्ड् कोल्ड् शीतार्थः क्षुधः क्षुधम् इति प्रायशः अस्ति क्षुधार्थः कोऽपि जानाति वा क्षुधार्थ अर्थः अर्थः इत्युक्ते बिकास् आफ् दट् इति तादृश शीतार्थः व्याध क्षुधार्थः च सन् बिकास् आफ् दट् बिकास् आफ् कोल्ड् एण्ड् क्षुधा किम् अस्ति हा अस्तु अथवा थर्स्ट् इति तादृश बिकास् आफ् दट् च सन् सन् इति तद् अस् वयं पूर्वं दृष्टवन्तः तत्र गच्छन् इति अस्ति आश् अन्विष्यन् इति अस्ति तत्र अस् तत् हा अत्र शीतार्थः क्षुधार्थः आर्तः इति पदम् अस्ति अर्थः न आमामां क्षम्यताम् आमां वदतु महोदय किमर्थं तत्र तादृशरूपं नास्ति तत्र अर्थः इति नास्ति खलु आर्तः सर् आर्तः महोदय आर्तः पेण्ट् और् संथिङ्ग् लैक् देट् आर्तः सत्यं प्रश्नः कः महोदय न शीतार्थ इत्युक्ते शीतार्थ शीतेन बाधितः इति किमर्थम् इति तादृशप्रयोगः नास्ति न महाप्राणथ न अल्पप्राणथ अस्ति न अत्र अस्तु भवान् वदति कारणं नास्ति इति बाधितः बाधा इति अस्तु अस्तु महोदय धन्यवादः बाधितः इति समीचीनम् इति मन्यते अस्तु महोदय हा अस्तु शीतेन बाधितः इति समीचीनम् इति भवान् सूचयति समीचीनमेव तद् तद् अस्तु शीतेन बाधितः क्षुधार्थः तत्र क्षुधार्थः इति तत्र कोऽपि जानाति वा क्षुधा इति स्त्रीलिङ्गपदम् अस्ति इति वा क्षुधारूपेण संस्थिता या देवी सर्वभूतेषु हा क्षुधा इति स्त्रीलिङ्गपदम् अस्ति क्षुधया बाधितः इति बाधितः च सन् इति सन् इति अस् धातोः शत्रान्तरूपम् इति वदामः गच्छन् इति तादृश अस्ति इति तस्य सन् तत् तत् अभवत् इदानीं सः बाधितः अस्ति सः शीतेन बाधितः क्षुधया बाधितः अस्ति सः अस्माकम् एतादृशः व्याधः अस्माकं गृहम् आगतवान् अस्ति महोदय सन् पदं पुनः उक्तवान् अस् धातुः अस्ति इति गच्छति इति अहं गच्छामि गच्छन् गायामि इति तत्र कार्यद्वयं करोमि चेत् अहं गच्छन् गायामि इति रूपं भवति अहं गच्छामि तस्मिन् समये एव गायामि अहं गच्छन् गायामि अथवा अहं गायन् गच्छामि तदपि वक्तुं शक्नुमः अत्र तत् शत्रान्तरूपम् इति वदामः गच्छन् इति पूर्वमपि दृष्टवन्तः वयं अन्विष्यन् इति. तत्र अस्मि अथवा अस्ति इति तस्य सत्रान्तरूपम् अस्ति सन्. अस्तु तत्र हा सन् इत्युक्ते व्याधः तादृशः अस्ति, सः शीतया बाधितः अस्ति, शीतेन बाधितः अस्ति, शीतेन बाधितः अस्ति, क्षुधया अपि बाधितः अस्ति. एषः तादृशः व्याधः अस्माकं गृहम् आगतवान् अस्ति. अस्ति इदानीम् अस्माकं गृहम् आगतवान् अस्ति इत्युक्ते सः अस्माकम् अतिथिः अस्ति इति. सः अस्माकम् अतिथिः अस्ति. अतिथिः एतस्य सत्कारः, एतस्य सत्कारः भवता करणीयं, करणीयः. एतस्य अतिथिभक्ति एतस्य व्याधस्य सत्कारः करणीयं, करणीयः. तत्र सत्कारः इति पदम् अस्ति, तस्य विशेषणमस्ति करणीयः. भवता इति, भवता इति तृतीयविभक्तिः अस्ति, माध्यमं बयु इति. भवता करणीयः इति कर्मणि प्रयोगः इति अपि वक्तुं शक्नुमः. भवता करणीयः. भवान् शब्दस्य तृतीयविभक्तिरूपं भवता. करणीयः तृतीयविभक्ति एव भवति एव, कर्मणि त्रयः एव. करणीयः मया करणीयः, मया करणीयः. आम् सत्यम्, अहं करणीयः न भवति न, मया करणीयः एव. सर्वदा तृतीयविभक्ति, तृतीयविभक्ति. व्याधः मां बद्धवान् इति भवान् मा चिन्तयतु. व्याधः एषः अतिथिः अस्ति, सः मां बद्धवान्. हि हेज् इम्प्रिज़न्ड् मी. बद्धवान् इति भवान् मा चिन्तयतु. डु नाट् थिङ्क् अबौट् द फेक्ट् दट् हि हेज् इम्प्रिज़न्ड् मी. एतस्य सत्कारं करोतु. एतस्य व्याधस्य सत्कारं कपोतः कर्तुम् इति सत्कारं करणीयम् इति सा वदति, पतिं वदति. सर्वे अवगच्छन्ति वा एतावत्? प्रश्नः अस्ति वा? आं महोदय. अस्तु अस्तु, अग्रे गच्छामः. तत्र अस्तु, तत्र अस्तु. रमाजयन्ती भगिनी उक्तवती, भानुभगिनी किञ्चित् प्रयत्नं करोति वा अग्रे अग्रिमम्? आं महोदय. पत्न्याः वचनं कपोतः अङ्गीकृतः. न श्रूयते भगिनि. आं महोदय. वदतु. पत्नी कपोता वचनं पति कपोता अङ्गीकृतवान्. पतिः कपोतायाः वचनम् अङ्गीकृतवान्. यद् भवती उक्तवती तदेव करोमि इति सः वदति. सः अङ्गारकम् आनीय शुष्कैः पर्णैः अग्निं ज्वालितवान्. तत्र अङ्गारकम् इति कोऽपि वदति वा? अङ्गारकं कोल् सम् टैप् अङ्गारकं बर्न्ट् वुड् ब्लाक्. तत्र अङ्गारकम् आनीय इत्युक्ते आनीतवान्, आनीय कृत्वा इति, हा आनीय नीतवान् आनीय इति. सः अङ्गारकम् आनीतवान् शुष्कैः पर्णैः. पर्णम् इत्युक्ते किं? लीफ्. शुष्कं पर्णम् इत्युक्ते ड्रै लीफ्. हा इदानीं बहुवचने अस्ति शुष्कानि पर्णानि इति. किन्तु बै शुष्कैः पर्णैः अग्निं, बै यूसिङ्ग् दीस् ड्रै लीव्स् अग्निं ज्वालितवान्. ही लिट् द फायर्. ही मेड् फायर् यूसिङ्ग् द ड्रै लीव्स्. व्यादम् उक्तवान् भोः व्याधः. एतेन अग्निना भवान् अस्य शीतबाधां दूरीकरोतु. व्याधम् उक्तवान्. कपोतः व्याधं वदति. कपोतः व्याधं वदति. ओहो व्याधः, अग्नि समीपम् उपविशतु. शीतबाधां दूरीकरोतु इति. शीतबाधां शीतेन बाधितः अस्ति भवान्. इदानीं अग्नेः समीपम् आगच्छतु, शीतबाधां दूरीकरोतु. युवर् शीतबाधां. तत्र एतेन अग्निना, एषः अग्निः एतेन अग्निना इति विभक्ति. बै दिस् फायर् यू मेक् दि शीतबाध गो फार् गो अवे इति. समीचीनं भगिनि, धन्यवादः. अस्तु, तत्र किञ्चित् अग्रे सर्वे उक्तवन्तः खलु. रघुपतिमहोदय, भवान् उक्तवान् वा? न महोदय. अस्तु, भवान् वदतु महोदय अग्रे. अनन्तरं कपोतः चिन्तितवान्, एषः व्याधः मम अतिथिः अस्ति, एषा इदानीं बुभुक्षिता अस्ति, एतस्मै दातुं कोऽपि आहार अत्र नास्ति, किं करोमि इति. अनन्तरं कपोतः व्याधस्य शीतबाधां दूरीकरोतु अग्निं ज्वालयति. तदनन्तरं सः चिन्तयति, सः बुभुक्षिता अस्ति, सः हङ्गरी अस्ति. तस्मै दातुं मम समीपे किमपि नास्ति इति, किं करणीयम् इति चिन्तयति. एवं चिन्तयित्वा सः व्याधम् उक्तवान्, भोः अतिथिमहाशय, भवान् एकं क्षणं तिष्ठतु, इदानीं भवते आहारं सिद्धं कृत्वा ददामि इति. सः वदति, सः चिन्तयति, एकम् उपायं चिन्तयति, वदति व्याधमुद्दिश्य वदति, एकक्षणं तिष्ठतु, अहं किञ्चित् करोमि, किञ्चित् सिद्धं करोमि, आहारं सिद्धं करोमि इति सिद्धं कृत्वा ददामि भवते, ददामि भवते, भवते भवते त्वं ददामि, भवते ददामि, भवते ददामि, भवते ददामि, तस्मै ददामि इति भवते ददामि. त्वं त्वां त्वां ददामि इति सारि तुभ्यं चतुर्थी विभक्ति तुभ्यं तुभ्यं ददामि. अनन्तरं कपोतः, अनन्तरं कपोतः स्वयम् अग्निं प्रविष्टवान्, सः स्वयं तस्य आहारार्थं स्व एव अग्निं प्रविश्य प्रविष्टवान् इति चिन्तयित्वा इति तं खादयति मां, मम मांसं व्याधः खादतु इति तस्य आशयः आसीत्. अतः कपोतस्य अग्रे पठामि वा? अग्रे अग्रे पठतु, पठतु महोदय. कपोतस्य त्यागं दृष्टवतः तस्य उपरि एकं वाक्यम् अस्ति महोदय, मम मांसं, मम मांसं व्याधः खादतु इति तस्य आशयः आसीत्. सः चिन्तितवान् यदि अयम् अग्निं प्रविश्य प्रवेशं करोमि मम मांसेन तस्य बुभुक्ष दूरं भवति इति तस्य चिन्तनम् आसीत्. एतत् कारणेन सः अग्निं प्रविष्टवान् आसीत्. सत्यम्. अस्तु. अग्रे कपोतस्य त्यागं दृष्टवतः व्याधस्य लज्जा जाता. कपो व्याधः एतत् दृष्ट्वा लज्जाम् अनुभवति. किं कारणेन अतिथिसत्कारार्थं कपोत किमपि कर्तुम् उद्युक्तः, तस्य प्राणम् अपि त्यागं कर्तुम् उद्युक्तः. एतादृश तस्य अतिसत्कारः अस्ति, अतः सः लज्जा भवति. किमर्थम् इति सः तस्य कपोतस्य पत्नीं बध्वा अपि किमपि न्यूनं न कृतवान् इति सम्यक्तया अतिथिसत्कारं कृतवान्. तत्र दृष्टवतः व्याधस्य इति अस्ति, दृष्टवतः त्यागं दृष्टवतः व्याधस्य, दृष्टवतः इत्युक्ते दृष्टवतः दृष्टवतः भूतकालरूपम् अस्ति दृष्टवतः, दृष्टवतः व्याधस्य तादृश अस्ति. अस्तु अस्तु, भूतकालरूपमेव किन्तु तत्र व्याधः अस्ति, व्याधस्य विशेषणमस्ति, विशेषणमस्ति व्याधः दृष्टवान्, दृष्टवान् षष्ठीविभक्ति, भवान् भवान् शब्दस्य षष्ठीविभक्ति भवतः. ओके ओके ओके, दृष्टवतः, दृष्टवतः व्याधस्य लज्जा, लज्जा स्त्रीलिङ्ग, लज्जा जाता, ओके जाता, ओके लज्जा जाता. सा सः करुणया कपोतां पञ्जरतः बन्धविमुक्ता कृतवान्, विमुक्तां कृतवान् सः कपोतस्य पत्नीं बन्धविमुक्तं कृतवान्, बन्धविमुक्ताम् इति कपोताम् इति विशेषणविशेष्यभावः. तत्र पञ्जरतः इति पञ्चमी, पञ्चमी विभक्ति पञ्जरतः. तदा पतिविरहपीडिता कपोता अपि पतिविरहपीडिता कपोता अपि अग्निं प्रविष्टवती. पतिविरहिता विरहपीडिता कपोता विशेषणमस्ति कपोतस्य पीडिता, तदा अपि सा अपि अग्निं प्रविष्टवती. किमर्थं तस्य पतिः अपि पति नास्ति इति पतिः नास्ति अतः सा अपि प्रविष्टवती धन्यवादः महोदय बहु समीचीनं हा अस्तु इदानीं तत्र सर्वे अवगच्छन्ति इति मन्ये निमिषद्वयम् अस्ति चेत् एतत् समापयितुं शक्नुमः समीचीनं वा अस्तु सर्वे अवगच्छन्ति खलु एषः कपोतः तत्र अग्निं कृतवान् पञ्जरतः इति पञ्चमी विभक्ति फ्रम् दि केक् इति कुतः हा कुतः भवान् आगतवान् फ्रम् वेर् इति पञ्जरतः फ्रम् दि केज् इति एषः कपोतः अग्निं ज्वालितवान् तदनन्तरं सः एव अग्निं प्रविष्टवान् किमर्थं व्याधः मम मांसं खादतु इति चिन्तयित्वा तद् दृष्ट्वा व्याधस्य बहु लज्जा जाता सः तस्मिन् समये सः पूर्वं किम् आसीत् अतीवदुष्टः निष्करुणः अपि इति उक्तम् आसीत् पूर्वं किन्तु इदानीं तस्य मनसि करुणा आगच्छति सः करुणया कपोतां पञ्जरतः बन्धविमुक्तां कृतवान् इदानीं कपोत पञ्जरे नास्ति बहिः अस्ति किन्तु सा पति विरहपीडिता पतिः नास्ति इति चिन्तयित्वा सा खिन्ना अस्ति सा किं करोति सा अपि अग्निं प्रविष्टवती इदानीं कपोतः अग्निं प्रविष्टवान् कपोतः अग्निं प्रविष्टवान् कपोता अपि अग्निं प्रविष्टवती इदानीं किं भवति जाता इत्युक्ते अभवत् इति जाता लज्जा जाता इति अभवत् इति न न तत्र लज्जा इति जातः जाता इति अव्ययं नास्ति क्रिया विशेष नास्ति सद्यो जाता इति सद्यो जाता हा सद्यो जाता नामपदम् अस्ति हा किन्तु अत्र जाता इति अन्या लज्जा जाता इति लज्जा इति अस्ति लज्जा जाता इति क्रियया आगच्छति क्रिया क्रियां सूचयति तत्र लज्जा भवति इति चिन्तयतु इदानीं किं भवति एतत् दृष्टवतः व्याधस्य दृष्टवतः एतत् सर्वं व्याधः पश्यति किं भवति तस्य मनसः परिवर्तनं जातं जाता इति अस्ति पूर्वम् इदानीं जातं परिवर्तनं जातं लज्जा जाता तत्र विशेषणविशेषभावः अस्ति पश्यतु परिवर्तनं भवति एतादृशाः पक्षिणः अपि धर्माचरणं कुर्वन्ति पक्षी इति तत् किञ्चित् क्लिष्टपदम् अस्ति नकारः पुल्लिङ्गपदम् अस्ति तत् गीतासोपाने द्वितीयभागे पश्यामः तत् महोदय अत्र मनसः षष्ठीभक्त्या वेदस्य मनसः षष्ठी एव अस्ति इति मनसः परिवर्तनं जातम् एतादृशाः पक्षिणः अपि धर्माचरणं कुर्वन्ति ते अतिथिसत्कारं कृतवन्तः अहं तु अन्येषां प्राणिनां प्राणानाम् अपहरणं कुर्वन् अधर्मेण जीवामि कीदृशजीवनं करोमि, अधर्मजीवनं करोमि इति सः चिन्तयित्वा एतत् उचितं नास्ति, एतत् अनुचितम् इति व्याधः चिन्तयित्वा सः अपि अग्निं प्रविश्य प्राणार्पणं करोति. कपोतः अग्निं प्रविष्टवान्, कपोता अग्निं प्रविष्टवती, इदानीं व्याधः अपि अग्निं प्रविष्टवान्, सर्वे प्राणार्पणं कृतवन्तः, अनन्तरं ते त्रयः अपि स्वर्गं गतवन्तः इति. अस्तु, इदानीं कपोतस्य अतिथिसत्कारं दृष्ट्वा व्याधस्य मनसः परिवर्तनं जातं, तत्कारणात् तेन कारणेन सः अपि स्वर्गं प्राप्नोति. अस्तु, एतदेव अस्ति. अस्तु, समयः जातः, विरमाम. अग्रिम वर्गे संख्या इति विषयः पुनः कुर्मः. अस्तु, धन्यवादः महोदय. अस्तु, विरमाम. सर्वेभ्यो नमस्कारः, अग्रिमवर्गे मिलामः. नमस्कारः.